पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 73 पिप्पल उवाच गदे तस्मिन् महाभागे दूत इन्द्रस्य वै पुनः किं चकार स धर्मात्मा ययादिर्नहुषात्मजः सुकर्मोवाच तस्मिन् गदे देववरस्य दूते स चिन्तयामास नरेन्द्रसूनुः आहूय दूतान् प्रवरान् स सत्वरं धर्मार्थयुक्तं वच आदिदेश गच्छन्तु दूता प्रवराः पुरोत्तमे देशेषु द्वीपेषु अखिलेषु लोके कुर्वन्तु वाक्यं मम धर्मयुक्तं वज्रं तु लोकासुपथाहरेश्च भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः यज्ञैश्च दानैर्मधुसूदनैकमर्चन्तु लोकाविषयान्विहाय सर्वत्र पश्यन्त्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपं देवं तमुद्दिश्य ददन्तु दानमादित्यभावै परिपैतृकैश्च नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत् स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः आकर्ण्यवाक्यं नृपतेश्च दूताः संहृष्टभावाः सकलां च पृथिवीम् आ चख्युरेवं नृपदे प्रणीतमादेशभावं सकलं प्रजासु विप्रादिमर्त्या अमृतं सुपुण्यमानीदमेवं भुवि तेन राज्ञा पिबन्तु पुण्यं परिवैष्णवाक्यं दोषैर्विहीनं परिणाममिष्टं श्रीकेशवं क्लेशहरं वरेण्यमानन्दरूपं परमार्थमेवं नामामृतं नोषहरं दुराज्ञा आनीदमस्त्येव पिबन्तु लोकाः सगद्भपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशं नामामृतं दोषहरं सुरज्ञा आनीदमस्त्येव पिबन्तु लोकाः श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगदां महेशम् नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः पापापकं व्याधिविनाशरूपमानन्ददं दानवदैत्यनाशं नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः यज्ञाङ्गरूपं चरधाङ्गपाणिं पुण्याकरं सौख्यमनन्दरूपम् नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिं नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः आदित्यरूपं तमसां विनाशम् बन्धस्य नाशं मदिपङ्कजानां नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः प्रभातकाले नियतो महात्मा सयादिमुक्तिं न हि कारणं च इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने पितृतीर्थवर्णने ययादिचरिते त्रिसप्ततितमोऽध्यायः ॐ